नमस्कारः तर्हि नमस्कारः अत्र अस्माकं विभक्तिवारी पुस्तकमस्ति, तत्र गृहपाठः आसीत्। तत्र वाक्यं श्रावयतु महोदय, पश्येम किं किम् अस्ति। प्रथमवाक्यं, मम स्नेहितः भवती आदरं करोति वा? मम स्नेहितः भवती आदरं करोति वा इति वाक्यं समीचीनमस्ति। भवती इत्यस्य का विभक्तिः? सप्तमीविभक्ति भवान्। समीचीनम्, अग्रे। सा सखी भवत्यां प्रेम मिलति इति चिन्तयामि। पुनः वदतु। सा सखी भवत्यां प्रेम मिलति इति चिन्तयामि। प्रेम मिलति, अत्र मेलनं, प्रेम मिलति, न मिलति अत्र न भवति। मिलति किं वक्तुम् इच्छति अत्र? मिलति मेलनं, प्रेम भवत्यां प्रेम मिलति, किं वक्तुमिच्छति भवान्? मेलनं प्रेम, प्रेम्णः प्रेम्णः मेलनं नाम प्राप्नोति इति अर्थः वा? मीट् इन् इङ्ग्लिश्। आङ्ग्लभाषया को अर्थः? मीट्। वाक्यं वदतु। I think your friend met you with love. पुनः वदतु संस्कृतभाषे। न आङ्ग्लभाषया। I think your friend met you with love. इदानीं संस्कृतेन। सा सखी भवत्यां प्रेम मिलति इति चिन्तयामि। तत्र प्रेम इत्यस्य तृतीया भविष्यति। भवान् वदति विथ् लव् खलु, विथ् लव् विथ्, तर्हि प्रेम्णा यथा सन्तोषेण, सन्तोषेण कार्यं करोति, आनन्देन पठति, तत्र तत्र प्रेम्णा। अपि च सा सखी, पुनः वाक्यं वदतु। सा सखी भवत्यां प्रेम्णा मिलति इति चिन्तयामि। अत्र भवत्यां न भवत्यां भवत्याम् इति सप्तमी वा? तत्र सप्तमी भवती सप्तमी भवति, सप्तमी तत्र न भवति। तत्र भवत्या सह मिलति, भवत्या सह प्रेम्णा मिलति, भवत्या सह तत्र सः भवति सप्तमी नाम भवत्यामिति तदा भवति यदा प्रेम अस्ति। उदाहरणार्थं सा स तस्याः तस्याः सख्याः भवत्यां प्रेम अस्ति, तस्याः सख्याः भवत्यां प्रेम अस्ति इति वाक्यमस्ति। अग्रिमवाक्यम्। मम मित्रः अकारणं मयि क्रोधं प्रदर्शयति। पुनः वदतु। मम मित्रः मित्रं क्रोधं प्रदर्शयति। अत्र मित्रशब्दः नपुंसकलिङ्गशब्दः, पुल्लिङ्गे सूर्यः इति अर्थः। मम मित्रं स्नेहितः। पुनः वदतु। अर्थं न मित्र हा तर्हि मम मित्रम् अकारणं मयि क्रोधं प्रदर्शयति न तत्र क्रोधः यत्र क्रोधः अस्ति तत्र सप्तमी न भवति तत्र चतुर्थी विभक्तिः भवति चतुर्थी पुनः वदतु मम मित्रम् अकारणं मयि क्रोधं प्रदर्शयति मयि न अहम् उक्तवान् तत्र चतुर्थी विभक्तिः न तु सप्तमी पुनः मह्यं वाक्यं वदतु मम मित्रम् अकारणं मह्यं क्रोधं प्रदर्शयति सत्यम् अस्तु तावत् कृतवान् खलु अत्र भवतः नाम चिन्तनं भवेत् का विभक्तिः भवति कस्यां स्थित्यां का विभक्तिः इति अस्मिन् विषये चिन्तनं भवेत् इतोपि चिन्तनम् इदानीं तत्र विभक्तिवल्लर्याम् अस्माकं पेज् 60 तत्र सप्तमः अभ्यासः पठतु महोदय अदो निर्दिष्टानां सप्तमी विभक्तिरूपाणि एकता उदाहरणार्थं प्रवृत्ति एकवचनं प्रवृत्तौ बहुवचनं प्रवृत्तिषु अग्रे प्रथम अभ्यासं नाभि पुंलिङ्गम् एकवचनं नाभौ बहुवचनं नाभिषु अग्रे द्वितीयवाक्यं भीरु पुंलिङ्गम् एकवचनं भीरौ बहुवचनं भीरुषु अग्रे रज्जुः स्त्रीलिङ्गम् एकवचनं रज्ज्वां वा रज्जौ बहुवचनं रज्जुषु सत्यं तत्र स्त्रीलिङ्गे विकल्पः भवति अग्रे सन्ततिः स्त्रीलिङ्गम् एकवचनं सन्तत्यां सन्ततौ बहुवचनं सन्ततिषु अग्रे माता स्त्रीलिङ्गं मातायां मातासु अत्र माता इति अस्य मूलरूपं किम् इति जानाति वा मातृ अस्ति चेत् रूपं भिन्न मातायां न भवति किं भवति कोष्ठकम् अस्ति अत्र प्रकोष्ठे अस्ति कोष्ठके अस्ति मातरि मातृषु सत्यम् अग्रे श्रोता पुंलिङ्गं श्रोतरि श्रोतिषु अत्र किं भवत् नाम अत्र मूलरूपं किं श्रोतृ तर्हि पुनः वदतु श्रोतरि श्रोतृषु सत्यम् अग्रे कार्यकर्ता पुंलिङ्गं मूलरूपं कार्यकर्तृ एकवचनं कार्यकर्तरि बहुवचनं कार्यकर्तृषु अग्रे गुणाणुः मूलरूपं न जानामि गुणाणुः अत्र उकारात् शब्दः उकार तर्हि गुणाणौ गुणाणुषु सत्यम् अग्रे वायुः पुंलिङ्गम् एकवचने वायौ बहुवचनं वायुषु अग्रे samskruti samskrutyam ya samskrutau samskrutishu. Okay, agree. Samicharam iti asti. Idanim astu vakim kinchit abhyasam kurmah nabhi nabhau nabishu tatra rachayatu vakim. Nama atra sansayaha nama tatra lajja nasyat nama shigrameva kimapi vakim vadatu nama biruhu iti saptami birau. शीघ्रमेव किमपि वाक्यं वदतु. उदाहरणं भीरौ सर्वदा भयं वर्तते. भीरौ सर्वदा भयमस्ति. तर्हि अत्र माता तत्र वदतु सप्तमी इति उदाहरणम्. मातरि सर्वदा आदरम् अस्ति. वाक्यं पुनः वदतु. मातरि मातरि सर्वदा आदरम् अस्ति. हा हा हा कस्य आदरः? आदरमिति न, आदरः कस्य? कस्य आदरः? सर्वेषु सर्वेषां सर्वेषाम् आदरः अस्ति. पुनः वाक्यं वदतु. मातरि सर्वेषां सर्वदा आदरः अस्ति. इदानीं वाक्यं समीचीनमस्ति भोः. अस्तु, इदानीं श्रोता इति सप्तमी भवतु वाक्यम्. वाक्यं वदतु. अस्तु, वाक्यं वदतु. भोः श्रोतरी श्रोतरी भवती वदतु. वाक्यं वदतु. श्रोता इति सप्तमी, तत्र वाक्यं सप्तमी. एकं किमपि वाक्यं. अथवा पितरि मातरि या मातॄणां दुहितृषु सर्वदा वात्सल्यम् अस्ति. हा अस्तु, समीचीनमस्ति. अस्तु, अन्यत् वाक्यं श्रावयतु. मम विश्वविद्यालये सर्वेषु गुरुषु अहं विनयं प्रदर्शयामि स्म. पुनः वाक्यं वदतु. मम विश्वविद्यालये सर्वेषु गुरुषु अहं विनयं प्रदर्शयामि स्म. अस्तु, समीचीनम्. एतेषु लिपिषु मम अतीव आसक्तिः अस्ति. अत्र लिपिः इति पुल्लिङ्गशब्दः भवती दृष्टवती वा? प्रायः पुल्लिङ्गशब्दः स्यात् किन्तु लिपिषु बहुवचने सप्तमी. किन्तु एतेषु इति भवती वदति खलु. एतेषु नाम लिपिः. एतेषु इति वदनेन लिपिः पुल्लिङ्गशब्दः इति भाति. दृष्टवती वा? अथवा एतासु किन्तु प्रायः पुल्लिङ्गशब्दः स्यात् द्रष्टव्यमस्ति. किन्तु समीचीनम्, एतेषु एतासु इति वा इति रूपम् अस्ति. अस्तु, अहम् एतस्मिन् रात्रौ संस्कृतं पठितुं न शक्नोमि. अस्तु, सन्ध्या भगिनी वदति वा? लिपि स्त्रीलिङ्गशब्दः. लिपिः श्रीलिङ्गशब्दः वा? ओ हा, तत्र सङ्ग्रहः अस्ति श्रीलिङ्गशब्दः. तर्हि पुनः वाक्यं वदतु. एतासु लिपिषु मम अतीव आसक्तिः अस्ति. अस्तु. एतस्मिन् तरो एकः वानरः वसति. एतस्मिन् तरो एकः वानरः वसति. समीचीनमस्ति. अस्तु. लक्ष्मीभगिनी अन्यत् वाक्यम्? मनुष्याः सर्वासु धेनुषु विशेषादरं प्रदर्शनीयम्. पुनः वदतु. मनुष्याः सर्वासु धेनुषु विशेषादरं प्रदर्शनीयम्. अस्तु. किन्तु अत्र कर्तरिप्रयोगः अथवा कर्मणिप्रयोगः अस्ति? भवती तत्र शिबिरे पठितवती खलु? हा. अत्र प्रदर्शनीयम् इति अनियर् प्रत्ययः सर्वदा कर्मणि प्रयोगे एव भवति, कर्तरि तस्य प्रयोगः नास्ति. तर्हि अस्माकं सूत्रद्वयमस्ति, कर्तरिप्रयोगे एकं द्वे एकं. कर्ता प्रथमभक्तौ, कर्म द्वितीयभक्तौ, क्रियापदं कर्तुः अनुगुणमस्ति इति एकं द्वे एकं. कर्मणि प्रयोगे तत्र त्रीणि एकमेकं, कर्ता त्रीणि तृतीयविभक्तौ, कर्म प्रथमाभक्तौ, कर्तृपदं कर्मणः नाम कर्मपदस्य अनुगुणमस्ति. तर्हि अत्र प्रदर्शनीयमिति क्रियापदमिति चिन्तयतु, क्रियापदमिति चिन्तयतु. तत्र कर्मणि प्रयोगे भवति चेत् नाम भवति एव, भवति चेत् कथम् अस्ति त्रीणि एकमेकम्? कर्तृपदं किम्? तृतीया करोतु. सर्वासु धेनुषु विशेषादरं प्रदर्शनीयम्. इदानीं कर्मपदं किम्? धेनुषु. धेनुषु कर्मपदं नाम सप्तमी, कर्मपदस्य सप्तमी कदाचित् भवति वा? कर्मपदं सप्तमी भक्ते सप्तमी भक्तौ. कर्मपदस्य का विभक्तिः भवति? प्रथमा. कर्तरिप्रयोगे द्वितीयविभक्तिः, कर्तरिप्रयोगे द्वितीयविभक्तिः, कर्मणि प्रयोगे प्रथमाविभक्तिः, इदानीं सप्तमीविभक्तिः. तु सप्तमीविभक्तिः कदापि कर्मपदं भवितुमर्हति वा? धेनुषु इति सप्तमीविभक्तौ अस्ति खलु? नाम कर्मपदं न कदापि सप्तमी विभक्तौ भवति, न कदापि. अतः धेनुषु इति पदमस्ति चेत् धेनुशब्दस्य प्रथमाविभक्ति रूपं न धेनुषु इति समीचीनमस्ति. धेनुषु इति शब्दः तत्रस्मिन् वाक्ये समीचीनमेव. अतः सारांशः कः इति चेत् तत्र कर्मपदं नास्ति. सप्तमी विभक्तिः अस्ति चेत् कर्मपदं तु न भवितुमर्हति. तर्हि कर्मपदं किं स्यात्? मनुष्याः मनुष्य तु कर्मपदं कर्मपदं नास्ति. धेनुशब्दः तु कर्मपदं नास्ति. तर्हि किम्? वस्तुतः क्रियपदं नास्ति, किन्तु क्रियपदम् इव अस्ति अत्र. क्रियपदम् इव इति चिन्तयतु, क्रियपदम् इव. हा सत्यम्. आदरः, आदरः इति शब्दः इति कर्मपदं नाम पुस्तकं प्रदर्शयतु. किमपि पुस्तकं प्रदर्शयतु. किं पुस्तकं प्रदर्शयतु? अहं वदामि किम्? अहं वदामि पुस्तकं प्रदर्शयतु. भवती पुस्तकं प्रदर्शयतु. तत्र किं, तत्र क्रियपदं कर्मपदं किम्? कर्मपदं पुस्तकं. यत्र प्रदर्शय, यत्र प्रदर्शनमस्ति प्रदर्शयतु, तत्र यत् प्रदर्शयामः तत्र कर्मपदमस्ति. यत् पुस्तकं प्रदर्शयामः तर्हि अत्र आदरः इति प्रदर्शयामः. अतः मनुष्येण मनुष्यैः सर्वासु धेनुषु विशेषादरं प्रदर्शनीयं. पुल्लिङ्गशब्दः आदरः, आदरः इति पुल्लिङ्गशब्दः. तर्हि कर्मपदं कर्मणि प्रयोगे कर्मपदस्य का विभक्तिः? त्रीणि एकमेकम्. विशेषादरः का विभक्तिः भवति कर्मपदस्य? कर्मपदस्य प्रथमा विभक्तिः. प्रथमा विभक्तिः पुल्लिङ्गशब्दः. तर्हि विशेषादरः मनुष्यैः सर्वासु धेनुषु विशेषादरः प्रदर्शनीयम्. किन्तु अत्र प्रदर्शनीय इति शब्दः विशेषणमस्ति, वस्तुतः क्रियापदं नास्ति, विशेषणमस्ति. तर्हि विशेषणविशेष्य भावः भविष्यति. इदानीं पुनः वदतु. मनुष्यैः सर्वासु धेनुषु विशेषादरः प्रदर्शनीयः इति वाक्यं सुन्दरम्. इदानीम् अवगतम्? अस्तु, अग्रिमं वाक्यं सन्ध्या भगिनी. अस्मासु राजनीतौ बहवः समस्याः सन्ति. पुनः वदतु. अस्मासु अस्मासु राजनीतौ समस्याः सन्ति. अस्तु अस्तु, भवितुमर्हति वाक्यम्. इदानीं समस्याः बहु इति शब्दः विशेषणं भवति. समस्याशब्दस्य बहवः इति वदामः, तत्र उकारान्त शब्दः बहु, यथा गुरु गुरवः, बहु बहवः. गुरुः गुरवः बहु बहवः इति पुल्लिङ्गशब्दः अस्ति चेत्. किन्तु अत्र बहु शब्दः स्त्रीलिङ्गशब्दस्य विशेषणं भवति चेत् तत्र बहु शब्दः ईकारान्तशब्दः, नदीशब्दवत् ईकारान्तशब्दवत् बह्वी इति एकवचने नदी बह्वी. तर्हि नदी इत्यस्य बहुवचनान्तरूपं किम्? तर्हि नदी बह्वी, नदी नद्यः बह्वी बह्व्यः बहु अयः बह्व्यः. नाम वकारः अस्ति मध्ये, हकारे वकारः, हकारे वकारः बह्व्यः, हकारे वकारः, वकारे यकारः बह्व्यः. समस्या आकारान्तशब्दः, आकारान्तशब्दः सर्वदा स्त्रीलिङ्गशब्दः अस्ति. न समस्या. कन्नड भाषायां समस्या नाम किं पदं? समस्या अस्ति खलु, समस्या न वा? समस्या सर्वदा समस्या. तेलुगु कन्नड भाषा हिन्दी वा सर्वदा समस्या इति एव अस्ति, समस्या. राजनीतौ, राजनीतिः राजनीतौ. अस्तु, समीचीनं. दक्षिणभगिनी, मनुष्याणां तेषु सन्ततिषु अतीव वात्सल्यम् अस्ति. एतेषु सेतुषु बहवः जनाः चलन्ति. समीचीनं, वाक्यं पुनः वदतु. एतेषु सेतुषु बहवः जनाः चलन्ति. वाक्यं समीचीनमस्ति. अस्तु, अग्रिमं वाक्यम्. एतेषु तरुषु पुष्पाणि डिसेम्बर् मासे न विकसन्ति. सन्ध्या भगिनी श्रुतवती वा? भवती शृणोतु, अस्माकं कार्यं तथा अस्ति, यदा कोऽपि वदति सर्वे श्रुवन्ति. भवानेव सुब्रह्मण्यं महोदय, भवानेव वदतु तस्याः वाक्यं समीचीनम् अस्ति न वा, पुनः वदतु. एतेषु तरुषु पुष्पाणि डिसेम्बर् मासे न विकसन्ति. एतेषु तरुषु पुष्पाणि डिसेम्बर् मासे न विकसन्ति खलु. वाक्यं साधु अस्ति न वा सुब्रह्मण्यं महोदय? पुनः वाक्यं वदतु. एतेषु तरुषु पुष्पाणि डिसेम्बर् मासे न विकसन्ति. तरु इति जानाति खलु, वृक्षः. वाक्यं समीचीनम् अस्ति न वा? पुनः वदतु. एतेषु तरुषु पुष्पाणि डिसेम्बर् मासे न विकसन्ति. डिसेम्बर् मासे न वा? कदा डिसेम्बर् मासे? तत्र समस्या नास्ति. एतेषु तरुषु प्रश्नः, किमर्थं षष्टि न? कुत्र वृक्षस्य पुष्पं वा? तत्र नाम एतेषां तरूणां पुष्पाणि डिसेम्बर् मासे न विकसन्ति इति वक्तुं शक्नुमः. एतेषां पुष्पाणि वक्तुं शक्नुमः, नाम षष्टिविभक्तिः बहुत्र भवितुमर्हति. बहवः अर्थाः अतः भवति षष्टि. नाम षष्टि, यतोहि षष्टिविभक्तिद्वारा केवलं सम्बन्धः व्यक्तः भवति. सम्बन्धः कीदृशसम्बन्धः इति न उक्तः, न उक्तं सम्बन्धः. तर्हि सप्तमीविभक्तिद्वारा यः सम्बन्धः उक्तः तादृशसम्बन्धः अपि भवितुमर्हति षष्टि, यतोहि षष्टिविभक्तौ केवलं सम्बन्धः अस्ति. नाम षष्टिविभक्तेः अर्थः कः? सम्बन्धः. सम्बन्धशब्दं जानाति वा? सम्बन्धः सम्बन्ध नाम रिलेशन्. षष्टिविभक्ति, षष्टिविभक्ति, षष्टिविभक्तेः अर्थः सम्बन्धः, नाम एक्स्प्रेसेस् अ रिलेशन्शिप्. कीदृशसम्बन्धः, कीदृश रिलेशन्शिप् इति न उक्तं. यत्र कुत्रापि वेर् एवर् देर्स् रिलेशन्शिप् बिट्वीन् टु वर्ड्स् रिलेशन्शिप् षष्टिविभक्तिः भवितुमर्हति. अतः मास्टर् मिमिक्रि इति वदामः. अत्र वस्तुतः सप्तमी अस्ति, यतोहि पुष्पाणि कुत्र सन्ति? वृक्षेषु सन्ति खलु. किन्तु तत्र पुष्पाणि वृक्षेषु तु सन्ति, किन्तु पुष्पाणि वृक्षाणामपि सन्ति. पुष्पाणि वृक्षाणां तु सन्ति, अतः वृक्षाणामपि वक्तुं शक्नुमः. यद्यपि वस्तुतः विशिष्टसम्बन्धः इति चेत्, विशिष्ट पर्टिक्युलर् सम्बन्धः इति चेत् तत्र सप्तमी स्यात्. सामान्यसम्बन्धः इति वक्तुम् इच्छामः, तत्र षष्टिः भवितुमर्हति. एतेषु तरुषु पुष्पाणि डिसेम्बर् मासे न विकसन्ति. समस्या नास्ति, वाक्यं समीचीनम् अस्तु. अग्रिमवाक्यं सन्ध्या भगिनी. सुब्रह्मण्यं महोदय, भवतः उत्तरदायित्वं, वाक्यं साधु अस्ति न वा? अहं जानामि भेदः अस्ति. भेदः अस्ति, दोषः अस्ति. मम महोदयस्य तृप्तौ अहं कुशलिनी अस्मि. मम महोदयस्य तृप्तौ अहं कुशलिनी अस्मि. किं वदति भवान् पण्डितजी? वाक्यं पुनः वदतु. मम महोदयस्य तृप्तौ अहं कुशलिनी अस्मि. मम महोदयस्य, मम महोदयस्य नाम my brothers, सहोदरस्य, महोदय, महोदय इति इत्युक्ते ब्रदर् इति वा? महोदय नाम सहोदर. मम सः उदर, सः उदरः, सः उदरं, सहोदरः. महोदय नाम यः कोऽपि मार्गे, हे महोदय कथमस्ति भवान्? भ्रातुः, भ्रातृ, इति अर्थः नास्ति. महोदय, महोदय नाम जि, महोदय नाम जि. हे रामजी, रामजी कथमस्ति भवान्? कैसे हैं रामजी? राम महोदय. वयं सर्वदा वयं वदामः खलु महोदय, महोदय, महोदय. हा हा, न न न, यथा भाई, न तथा नास्ति, तथा नास्ति. सहोदरः अथवा भ्राता. भ्रातुः, भ्रातृ, पिता पितुः, माता मातुः, भ्राता भ्रातुः. मम भ्रातुः तृप्तौ अहं कुशलिनी अस्मि. हा हा, महोदय किं वदति? मम भ्रातृ तृप्तौ अहं कुशलिनी अस्मि. समीचीनं, न समीचीनं चिन्तयामि. दोषः कुत्र अस्ति? महोदयस्य, महोदयस्य, महोदयस्य न, भ्रातुः, भ्रातृस्य तृप्तौ, भ्रातुः, मम भ्रातुः तृप्तौ अहं कुशलिनी अस्मि. दोषः कुत्र अस्ति? लक्ष्मीभगिनी किं वदति? हा महोदय वदतु. वदतु शुभमन्यं, वदतु. अर्धं न जानामि. मम भ्रातुः तृप्तौ अहं कुशलिनी अस्मि. अहं कुशलिनी अस्मि समीचीनं, परन्तु मम भ्रातृ तृप्तौ अर्धं भ्रातृ तृप्तौ न, भ्रातुः षष्टि, भ्रातुः भ्रातृशब्दस्य षष्टि. मम भ्रातुः तृप्तौ, तत् वाक्यम् अर्थं न जानामि. अर्थं न जानाति वा? लक्ष्मीभगिनी किं वदति? अहं कुशलिनी अस्मि. वाक्यं समीचीनमेव. वाक्यं समीचीनम्, अर्थः कः? मम भ्रातुः तृप्तौ, तृप्तिशब्दस्य सप्तमी रूपं तृप्तौ, मम भ्रातुः तृप्तौ अहं कुशलिनी अस्मि. मम भ्राता तृप्त्या, मम भ्रातुः, भ्रातुः तृप्ति अस्ति तस्मिन् तृप्तौ, तस्मिन् मम अहम् आनन्दी अस्मि, आनन्दा अस्मि, आनन्दिताः, आनन्दिता अस्मि, आनन्दिता अस्मि, कुशलिनी अस्मि, कुशलिनी अस्मि. तत्र सप्तमी भवितुम् अर्हति अथवा तृतीया अपि भवितुम् अर्हति. तृतीया, तृप्त्या, अथवा पञ्चमी अपि भवितुम् अर्हति. तत्र कारणं, यत्र कारणमस्ति, कारणवाचकतृतीया, कारणवाचकपञ्चमी, तस्मात् अथवा तेन. हा, मम भ्रातुः तृप्त्या कुशलिनी, अथवा मम भ्रातुः तृप्तेः कुशलिनी, पञ्चमी. सत्यम्? अस्तु, अग्रिमवाक्यम् अस्तु, नास्ति, अस्तु भगिनि, अग्रिमवाक्यम् अस्ति वा? अस्तु अस्तु, नास्ति. समीचीनं, बहु समीचीनमस्ति. अग्रे इदानीं अत्र तुमी अभ्यासः अस्ति पेज् 61 इति पश्येम पेज् 61 अत्र लक्ष्मीभगिनी पठतु कृपया अष्टमाभ्यासः आवरणे दत्तानां शब्दानां सप्तम्यन्तेन रूपेण रिक्तस्थलं पूरयत उदाहरणार्थं भक्तस्य साधौ साधुः विश्वासः आसीत् भक्तस्य साधौ विश्वासः आसीत् भक्तस्य साधौ साधौ विश्वासः अस्ति आसीत् सा भक्तस्य साधौ विश्वासः अवगतम् अग्रे लक्ष्मणस्य भ्राता अतीव आदरः आसीत् लक्ष्मणस्य भ्रातरि अतीव आदरः आसीत् समीचीनमस्ति अस्तु सुब्रह्मण्यमहोदय अग्रे द्वितीयमा किम् दशरथी अतीव आदरः आसीत् वदतु शबर्याः दाशरथौ अतीव आदरः आसीत् हा अस्तु समीचीनम् अग्रे सन्ध्या भगिनी श्रवणकुमारस्य पिता अतीव आदरः अस्ति ओ सोरि आसीत् पितरः ओ पिता पितु पितु सो ओ पित्री पितरी ओ पितरी श्रवणकुमारस्य पितरी अतीव आदरः आसीत् नाम पितरि आदरः कस्य आदरः श्रवणकुमारस्य नाम श्रवणकुमारस्य पितरि अत्र श्रवणकुमारस्य पितरि इति न श्रवणकुमारस्य आदरः पितरि अस्ति अस्तु लक्ष्मीभगिनी अग्रे भीष्मस्य माता अतीव आदरः आसीत् भीष्मस्य मातरी अतीव आदरः आसीत् समीचीनम् अस्तु सुब्रह्मण्यमहोदय अग्रे एकलव्यस्य गुरुः अतीव आदरः आसीत् एकलव्यस्य गुरौ अतीव आदरः आसीत् अस्तु सन्ध्याभगिनी अग्रे चनकस्य दुहिता अतीव प्रीतिः आसीत् चनकस्य दुहितरी अतीव प्रीतिः आसीत् विवेकानन्दस्य भारतीयसंस्कृतिः अतीव प्रीतिः आसीत् विवेकानन्दस्य भारतीयसंस्कृतौ अतीव प्रीतिः आसीत् अत्र संस्कृतिः इत्यस्य लिङ्गं किम् स्त्रीलिङ्गं स्त्रीलिङ्गशब्दः अतः वस्तुतः विकल्पः अस्ति संस्कृतिः स्त्रीलिङ्गे संस्कृत्याम् अत्र मतिशब्दवत् तत्र विकल्पः तर्हि संस्कृत्याम् अथवा संस्कृतौ अतीव प्रीतिः आसीत् सुब्रह्मण्यमहोदय अग्रे दिलीपस्य धेनुः अतीव प्रीतिः आसीत् दिलीपस्य धेनौ अतीव प्रीतिः आसीत् धेनौ अथवा धेन्वां दिलीपस्य धेन्वाम् अथवा धेनौ अतीव प्रीतिः आसीत् कस्मात् ग्रन्थात् इदं वाक्यं दिलीपस्य धेनुः रामायणात् रघुवंशात् सत्यं दिलीपः दिलीपस्य धेन्वाम् अतीव प्रीतिः आसीत् रघुवंशस्य सत्यं कालिदासस्य सत्यं सत्यं सत्यम् अस्तु अग्रे सन्ध्या भगिनी अग्रे पठतु आवरणे दत्तानां शब्दानां सप्तमी बहुवचनान्तेन सप्तमी बहुवचनान्तेन रूपेण रिक्तस्थलानि पूरयत उदाहरणम् हिन्दुषु हिन्दुषु ऐक्यं भवेत् हिन्दुषु ऐक्यं भवेत् अस्तु प्रथमवाक्यं वदतु शिशु मुग्धता भवेत् शिशौ बहुवचने शिशूनि शिशूनि एकन्मेषः शिशुशब्दः तस्य लिङ्गं किं लिङ्गं किम् स्त्रीलिङ्ग न पुल्लिङ्गशब्दः अत्र भवती पश्यति चेत् अत्र किं किं लिङ्गम् सत्यं शिशुषु मुग्धता भवेत् मुग्धता नाम मुग्ध मुग्धता शिशुषु अस्ति मुग्धता अस्ति मुग्धता इत्युक्ते साफ्ट्नेस् हा तादृशं सुन्दरं स्वीट्नेस् प्रायः तद् सौन्दर्यम् अस्तु तर्हि अग्रे लक्ष्मी भगिनी अग्रे मुनि इन्द्रियनिग्रहः भवेत् मुनिषु इन्द्रियनिग्रहः भवेत् अस्तु अग्रिमवाक्यं सुब्रह्मण्यमहोदय रात्र सहमतः भवेत् रात्रिषु सहमतः भवेत् सन्ध्या भगिनी अग्रे नेत्र दूरदृष्टिः भवेत् नेत्रषु दूरदृष्टिः भवेत् दूरदृष्टिः दृष्टिः दूरदृष्टिः भवेत् वाक्यम् अवगच्छति वा नेत्र इति जानाति वा नेता मूलरूपं नेता इति शब्दस्य मूलरूपम् अस्ति किम् मूलरूपम् नेत्र अतः अत्र लिखितमस्ति नेत्र इति दत्तमस्ति नेत्र अत्र आवरणे पेरेन्थेसिस् आवरणे तत्र मूलरूपं दत्तमस्ति शिशु मुनि भ्रातृ नेत्र स्नायु तत्र मूलरूपम् अस्ति मूलरूपं मूलरूपं किं वदामः संस्कृतेन प्रातिपदिकम् अहं कदापि उक्तवान् वा प्रायः न उक्तवान् यथा रामशब्दः मूलरूपम् अस्ति राम रामः रामौ रामाः इत्यस्य मूलरूपम् अस्ति राम तत्र राम इति इत्यस्य नाम प्रातिपदिकम् प्रातिपदिकम् नाम शब्दः अकारान्त शब्दः अस्ति चेत् अकारान्तरूपम् अस्ति प्रातिपदिकं राम लता तत्र मूलरूपमस्ति लता एव प्रातिपदिकमस्ति लता पिता इति प्रातिपदिकं किं पितृ अस्तु समीचीनमस्ति इदानीं मधु Subrani Malaya, Madhu Sabdasya Pratipatikam Kim? Huh? Madhu. Madhu? No, Madhu Eva. उकारस्य शब्दः मधु मधु शब्दः हा तथा अस्ति अतः नेत्रषु नेत्रषु अस्तु लक्ष्मी भगिनी अग्रे नेत्रं नेत्रं नेत्राणि नेत्रं शब्दस्य प्रातिपदिकं रूपं नेत्र कुत्र अत्र नेत्रं नेत्रं नेत्राणि हा तत्र नेत्रं शब्दस्य प्रातिपदिकं रूपं नेत्र अत्र अकारान्त नपुंसकलिङ्गशब्दः अकारान्त नपुंसकलिङ्गशब्दः यथा वनं वनम् अकारान्त नपुंसकलिङ्गशब्दः प्रातिपदिकमस्ति वन अत्र नेत्र ऋकारान्तशब्दः नेत्र अग्रे स्नायु शक्तिः भवेत् स्नायुषु शक्तिः भवेत् स्नायु इत्युक्ते स्नायु इत्यस्य भिन्नभिन्न अर्थाः सन्ति किन्तु स्नायुः स्नायुः इत्यस्य एकः अर्थः नर्व् शरीरे स्नायवः सन्ति किन्तु लोके अपि अर्थः स्यात् नाम यथा रज्जुः तादृश अर्थः स्यात् स्नायुः किन्तु स्नायु मम अनुभवः तत्र शरीरे स्नायुः अस्ति शक्तिः भवेत् अतः प्रायः तादृश शरीरे तत्र अस्मिन् वाक्ये शरीरे स्थितः स्नायुः न स्यात् अत्र बहिरे नाम तत्र प्रायः तत्र सूत्रं नाम रज्जुः इति अर्थः स्यात् अस्तु सुब्रह्मण्यं महोदय अग्रे दधिः शब्दस्य लिङ्गं किम् अत्र दधि इति शब्दः नपुंसकलिङ्गशब्दः अस्ति नपुंसकलिङ्गशब्दः अस्ति अस्तु सन्ध्या भगिनी अग्रे विपणी स्वच्छता भवेत् विपाशु विपणिः विपणिः इति शब्दः विपणिः विपणिः सो फूलिङ्ग विपणिषु विपणिषु स्वच्छता भवेत् स्वच्छता जानाति वा सत्यं विपणिः इति जानाति वा आपणः तत्र नगरे आपणाः सन्ति खलु तत्र एकस्मिन् स्थले बहवः आपणाः सन्ति तत्र विपणिः इति वदामः बजार् मार्केट् विपणिः अस्तु अग्रे लक्ष्मी भगिनी अग्रे यातृ स्नेहः भवेत् यातृषु स्नेहः भवेत् समीचीनम् अस्तु अग्रे सरेम इति तर्हि अग्रे अग्रे अग्रे सरेम वा इदानीं निष्ठाभ्यासः सम्बोधनम् अत्र सप्तमी तर्हि अत्र सप्तमी भक्तिः तत्र केषु अर्थेषु त्रिवादमस्ति त्रिवादमस्ति केषु केषु अर्थेषु शीघ्रमेव वदामः अनन्तरं कथा अस्ति सप्तमीभक्तिः केषु अर्थेषु भवति आधारः अस्ति नाम यत्र वयं पृच्छामः कुत्र पुस्तकं कुत्र अस्ति सन्ध्या भगिनी पुस्तकं कुत्र अस्ति इति यत्र कुत्र पृच्छामः तत्र आधारः शारीरिक आधारः उदाहरणार्थं तस्मिन् मम आदरः आसीत् अस्तु समीचीनं. तस्मिन् पुरुषे मम आधारः आदरः अस्ति, आदरः आसीत्, विषयरूपः. नाम आदरः अथवा विश्वासः. तर्हि यत्र यत्र तत्र नामपदमपि भवितुमर्हति विश्वासः. क्रियपदं विश्वसिति, स्नेहः स्नेह्यति, तत्र सप्तमी अस्ति. प्रेम आदरः विश्वासः. क्रोधः क्रोधात् पञ्चमी. एवं क्रोधात् इति का विभक्तिः? चतुर्थी. चतुर्थी विभक्तिः भवति, चतुर्थी क्रोधः. तत्र ईर्ष्या क्रोधः चतुर्थी. चतुर्थी. अनन्तरं भयं पञ्चमी. भयं पञ्चमी इति मनसि स्यात्. क्रोधः चतुर्थीः, चतुर्थी विभक्तिः. अनन्तरं भयं पञ्चमी. स्नेहः स्नेहः सप्तमी. सप्तमी. अस्तु सम्बोधन. न इदानीं तु अहं क्रोधेन गतवती न वक्तुं. तत्तु भिन्नमस्ति. क्रोधेन क्रोधेन अहं गतवती इति समीचीनमस्ति. किन्तु तत्र यत्र भवत्याः क्रोधः कस्मैश्चित् पुरुषाय भवति तत्र चतुर्थि. नो चेत् पुरुषस्य विषयः नास्ति, केवलम् अहं मम क्रोधः अस्ति, अहं क्रुद्धः अस्ति, मम क्रोधः अस्ति, अहं क्रोधेन गच्छामि, मम सन्तोषः अस्ति, अहं सन्तोषेण गच्छामि. किन्तु यदि मम आदरः कस्मिंश्चित् अस्ति तत्र सप्तमी. मम क्रोधः कस्मैश्चित् कस्मैश्चित् अस्ति तत्र किं चतुर्थी अस्ति. मम भयं कस्माच्चित् अस्ति तत्र पञ्चमी अस्ति. तस्मात् भयम्. अस्तु कथा अस्ति. उपकारिचोरः. अस्तु सुब्रह्मण्यमहोदय कृपया पठतु. उपकारिचोरः. कस्मिंश्चित् नगरे एकः चोरः आसीत्. सः चौर्ये अतीव निपुणः. एकदा चत्वारः पण्डिताः तत् नगरम् आगतवन्तः. पण्डितानां सविधे अधिकं धनम् आसीत्. चोरः तद्धनम् अपहर्तुं चिन्तितवान्. अतः सः तेषां स्नेहं सम्पादितवान्. किन्तु पण्डिताः सर्वं धनं दत्त्वा बहुमूल्यानि रत्नानि क्रीतवन्तः. तानि रत्नानि कोशे स्थापयित्वा ततः प्रस्थितवन्तः. अस्तु अत्र अर्थः कः भवान् वदतु. एके नगरे एकः चोरः आसीत्. एके नगरे तत्र न वदामः. एकस्मिन् एकस्मिन् नगरे एकः चोरः आसीत्. सः चोर कार्ये अतीव निपुणः. एकस्मिन् किमर्थं वदामः न तु एके? किमर्थम् एकस्मिन्? एकस्मिन् सप्तमी नगरे सप्तमी. किन्तु एके यथा रामः रामे, तो एकः एके किमर्थं नास्ति? एकस्मिन् नगरे सप्तमी एकस्मिन् विशेषणविशेष्यभावः. एकस्मिन् नगरे भवितुमर्हति. किन्तु उदाहरणार्थम् उत्तमः बालकः विशेषं विशेष भावः सप्तमी वदतु. सप्तमी किम्? उत्तमे बालके. उत्तमस्मिन् तु न वदामः, उत्तमे बालके. किन्तु अत्र एके न वदामः, एकस्मिन्. कारणमस्ति यत् सः तस्मिन् एषः एतस्मिन् एक एकस्मिन् तर्हि किं किमस्ति तत्र किमस्ति सः शब्दस्य सप्तमी रूपं तस्मिन् एकः शब्दस्य सप्तमी रूपं श्रेणिका श्रेणिका यत्र उत्तमे बालके किन्तु तस्मिन् बालके तर्हि सः इत्यस्य तस्मिन् किन्तु उत्तमः इत्यस्य उत्तमे तत्र भेदः कः भेदः अस्ति भेदमस्ति श्रेणीभेदः अस्ति श्रेणीभेदः कः सः इति कीदृशशब्दः अस्ति सर्वनामशब्दः यत्र सर्वनामशब्दाः सन्ति तत्र विभक्तिरूपाणि भिन्नानि सन्ति एकः इति सर्वनामपदमस्ति सर्व अपि तथा सर्वे भवति वा नाम सर्व इत्यस्य सप्तमी किं चिन्तयतु अहं वदामि सूचयामि इदानीं सर्वशब्दः सर्वनामशब्दः अस्ति तर्हि सप्तमी विभक्तिरूपं किं स्यात् सर्वेषु सर्व तत्र बहुवचनम् एकवचने सर्वे अहं वदामि यत् सर्वनामपदमस्मिन् यत्र यत्र सर्वनामपदमस्ति तत्र तत्र तादृशरूपाणि भवन्ति अस्तु अतः एकशब्दः सर्वनामशब्दः एकस्मिन् अस्तु अग्रे वदतु महोदय एकदा चत्वारः पण्डिताः तत् नगरम् आगतवन्तः सविधे अर्थं किं सविधे नियर् समीपे निकषा पण्डितानां सविधे अधिकं पार्श्वे समीपे पार्श्वे सविधे किं किं वदतु वदतु न आगच्छति वा पार्श्वे पण्डितानां पण्डितानां सविधे धनम् अधिकम् अस्ति अधिकम् अधिकधनम् अस्ति हा पुनः वदतु महोदय चोरः तद्धनम् अपहृतं ग्रहीतुं चिन्तितवान् चत्वारः पण्डिता स्नेहं कृतवान् धनं दत्त्वा रत्नं पण्डिताः क्रीतवन्तः क्रीतवन्तः प्रस्थितवन्तः तानि रत्नानि कोशे स्थापयित्वा ततः स्थितवन्तः प्रस्थितवन्तः प्रस्थित नाम प्रस्थानं कृतवन्तः प्रस्थानं जानाति वा टु डिपार्ट डिपार्चर गमनं डिपार्चर प्रस्थानम् अस्तु लक्ष्मीभगिनी अग्रे तदा चोरः चिन्तितवान् अहमपि एतैः सह गच्छामि मार्गे कुत्रापि एतेषां वधं कृत्वा रत्नानि अपहरामि इति अतः सः तान् उक्तवान् भोः पण्डिताः अहं भवतः विना जीवितुं न शक्नोमि अतः भवद्भिः सह एव आगच्छामि कृपया अनुमतिं यच्छन्तु इति पण्डिताः अङ्गीकृतवन्तः अनन्तरं ते सर्वे ततः प्रस्थितवन्तः अतः चोरः चिन्तितवान् अहमपि एतैः पण्डितैः सह गच्छामि मार्गे एतेषां वधं कृत्वा तेषां पार्श्वे रत्नानि अपहरणं करोमि अपहरामि अपहरणं करोमि इति वदामः चेत् तत्र किम् अपहरणं करोमि इति वाक्यं रचयतु पण्डितैः सह गच्छामि अनन्तरं तेषां पार्श्वे रत्नानि सर्वाणि अपहरणं करोमि किन्तु अपहरणमस्ति चेत् किं वयं कृतवन्तः अभ्यासः महान् अभ्यासः जातः अस्माकं तत्र गते पाठे यत्र गमनमस्ति चिन्तनमस्ति दानमस्ति तत्र कथं भवति अपहरणं वदतु नाम अहं रत्नम् अपहरामि अथवा बहुवचने रत्नानि अपहरामि तत्र अपहरणं करोमि इति चेत् किं भवति अहं रत्नम् रत्नानि अपहरणं करोमि इति दोषाय अस्ति तत् समीचीनं वाक्यं नास्ति रत्नस्य अथवा यदि अपहरणम् अस्ति तर्हि तत्र कर्म द्वितीयविभक्ति न भवति षष्ठी एव पुनः वदतु अहम् एतैः पण्डितैः सह गच्छामि अनन्तरं कुत्रापि तेषां वधं कृत्वा रत्नानाम् अपहरणं करोमि तेषाम् अपि वक्तुं शक्नुमः तत्र तेषां केषां तेषां पण्डितानां रत्नानाम् अपहरणं तेषां पण्डितानां रत्नानाम् अपहरणं करोमि अपहरामि करोमि अस्तु अग्रे अग्रे वदतु सः पण्डितान् उक्तवान् भोः पण्डिताः अहं भवतैः सह गच्छामि भवतः विना जीवितुं न शक्नोमि अतः कृपया भवद्भिः सह आगन्तुम् अनुमतिं ददातु अस्तु समीचीनमस्ति मार्गमध्ये अरण्यम् आसीत् तत्र ददातु तदनन्तरं ते किम् उक्तवन्तः पण्डिताः अङ्गीकृतवन्तः ते सर्वे ततः प्रस्थितवन्तः प्रस्थानं कुर्वन्ति मार्गमध्ये अरण्यं कोऽपि प्रश्नः वा आसीत् एतावत् अवगच्छति वा कथम् अस्तु तत्र किराताः वासं कुर्वन्ति किरातवस्तौ कश्चन काकः किरातवसतौ कश्चन काकः आसीत् सह विचित्र शक्तिमान सह विचित्र शक्ति विचित्र शक्तिमान मार्गे ये गच्छन्ति तेषां सविधे धनम् अस्ति चेत् सः जानाति किरातान् सूचयति च इदानीं पण्डितान् दृष्ट्वा काकः स्वभाषया किरातान् उक्तवान् रे किराताः धावन्तु एतेषां पण्डितानां सविधे धनम् अस्ति तद् वशीकुर्वन्तु इति अवगच्छति वा तर्हि वदतु पण्डितान् चोरः च अरण्यं गतवान् तत् अरण्ये तत् अरण्ये नाम तत् किं भवति अरण्ये अरण्ये न तत् इत्यस्य का विभक्तिः स्यात् तत्र अरण्ये एकवचने तस्मिन् अरण्ये एकः काकः अस्ति एषः काकः जानाति यदि धनम् अस्ति पुरुषया सह यदि धनम् अस्ति सः जानाति पुरुषेण सह सः जानाति अनन्तरं सः पण्डितान् दृष्ट्वा उक्तवान् किरातान् उक्तवान् पण्डितैः सह धनम् अस्ति धनम् अस्ति पण्डितैः सह इति वक्तुं शक्नुमः सामान्यतया सः इति अनुक्त्वा सामान्यतया पार्श्वे अथवा समीपे षष्टि पण्डितानां समीपे पण्डितानां समीपे धनम् अस्ति वयं धनं स्वीकर्तुं वयं धनम् इच्छामि किराताः धनं स्वीकुर्वन्तु स्वीकुर्वन्तु नाम स्वीकुर्वन्तु अस्तु अग्रे तदा पण्डिताः रत्नरक्षणार्थम् एकम् उपायं चिन्तितवन्तः ते रत्नानि गीर्णवन्तः किराताः काकस्य वचनं श्रुत्वा पण्डितान् बद्धवन्तः तेषां वस्त्राणि निष्कास्य सर्वत्र अन्विष्टवन्तः परन्तु धनं न लब्धम् तदा किराताः उक्तवन्तः भोः काकस्य वचनं कदापि असत्यं न भवति भवतां सविधे धनम् अस्ति एव तत् यच्छन्तु नो चेत् सर्वेषां वधं कृत्वा चर्म विदार्य प्रत्यङ्गम् अन्वेषणं कुर्मः इति अस्तु तर्हि अर्थः कः पण्डिताः रत्नानां रक्षणार्थम् एकम् उपायं चिन्तितवन्तः. ते पण्डिताः सर्वाणि रत्नानि खादितवन्तः, गीर्णवन्तः, खादितवन्तः. अनन्तरं किराताः पण्डितान् बद्धवन्तः. अनन्तरं किराताः पण्डितानां वस्त्राणि निष्कास्य अन्वेषणं कुर्वन्ति, सर्वत्र अन्वेषणं कुर्वन्ति. परन्तु धनं तेषां पार्श्वे धनं न लब्धम्. तदा किरातः उक्तवन्तः, एतस्य काकस्य वचनं कदापि असत्यं न भवति. भवतां पार्श्वे धनमस्ति एव, तक्षणं ददातु, नो चेत् भवतां वधं कृत्वा चर्मं विदारणं कृत्वा प्रति अङ्गम् अन्वेषणं कुर्मः इति उक्तवन्तः. समीचीनम्. अस्तु, अधुना सुब्रह्मण्यमहोदय अग्रे. किरातानां वचनं श्रुत्वा चोरः चिन्तितवान्, यदा एते पण्डितानां वधं कृत्वा शरीरे अन्वेषणं कुर्वन्ति तदा रत्नानि लभ्यन्ते, तदा मम शरीरे अपि रत्नं स्यात् इति ममापि वधं कुर्वन्ति एव. अतः अहं प्रथमं मम वधं कर्तुं वदामि. मम शरीरे तु रत्नं नास्ति, तद् ज्ञात्वा किराताः पण्डितान् मुञ्चन्ति. मम प्राणार्पणेन पण्डितानां रक्षणं भवतु इति. चोरः चिन्तितवान् प्रथमे पण्डितानां वध्यते, शरीरे अन्वेषणं करोति चेत् रत्नं लभ्यन्ति, तदुपरि रत्नानि लभ्यन्ते. अत्र कर्मणि अग्रे. तत्कारणेन मम शरीरे रत्नं अस्ति इति शोचयति, ममापि वधम् इति चिन्तयन्ति, चिन्तयति ममापि वधं करोति. परन्तु मम शरीरे रत्नानि न चेत् अहं किमस्ति वदामि उक्तं चेत् मम शरीरे रक्तं नापि, तत्कारणेन पण्डितानि पाठिकिन्से मुञ्चन्ति नाम मोक्षः नाम मुक्तिः, मुञ्चन्ति नाम मुक्तिः भविष्यति. मम शरीरे तु रत्नानि न चेत् पण्डितानि मुञ्चन्ति. पण्डितानि किमस्ति? पण्डिताः. पण्डिताः मुञ्चन्ति. अस्तु, समीचीनं. प्राणार्पणं करोमि, पण्डितानां रक्षणं करोमि. अस्तु, समीचीनं. रक्ष सन्ध्या भगिनी अग्रे. अनन्तरं सः उक्तवान्, भोः किरीटाः अस्माकं सविधे धनं किमपि नास्ति, तथापि संशयः अस्ति चेत् मम वधं कृत्वा पश्यन्तु इति. किराटाः चोरस्य वधं कृतवन्तः. शरीरे सर्वत्र अन्वेषणं कृतवन्तः, परन्तु कुत्रापि धनं न लब्धम्. तदा ते काकस्य वचनम् एव असत्यं स्यात् इति चिन्तयित्वा पण्डितान् पण्डितानां क्षमायाचनं कृत्वा तान् सगौरवं ततः प्रेषितवन्तः. नाम किराटः चोरं वधं कृतवान्. चोरस्य वधं कृतवान्. तस्य शरीरे धनं नास्ति. अनन्तरं पण्डितान् न वधं कृतवान्. पण्डितानां न वधं कृतवान्. वधं न कृतवान्. क्षम्यताम् उक्तवान्. उक्तवान् इति कथा अस्ति. समीचीनमस्ति, सर्वे अवगतवन्तः इति भाति. तर्हि इदानीं विरमाम, अनन्तरम् अग्रे सम्बोधनमिति अनन्तरं मिश्रित अभ्यासः भविष्यति. अस्तु, नमस्कारः.